पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 78 महादेव उवाच अथा तत्सम्प्रवक्ष्यामि अपामार्जनमुत्तमं पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने सर्वेषां रोगदोषाणां नाशनं मङ्गलप्रदं तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनन्दिनि श्रीदालभ्य उवाच भगवन् प्राणिनः सर्वे विषरोगाद्युपद्रवैः कुष्ठग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः आभिचारिककृत्याद्य बहुरोगाश्च दारुणाः न भवन्ति मुनिश्रेष्ठ तन्मे त्वं वक्तुमर्हसि पुलस्त्य उवाच व्रतोपवासनियमैर्विष्णुर्वै तोषितस्तु यैः ते नरा नैव रोगार्ता जायन्ते मुनिसत्तम यैर्न कृतं व्रतं पुण्यं न दानं न सपत्तता न तीर्थं देवपूजा च नानं दत्तं तु भूरिशः ते वै लोकास्तदा ज्ञेया रोगदोषैप्रपीडिताः आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति तत्तदाप्नोत्यसंदिग्धं विष्णोसेवी विशेषतः नाधिं प्राप्नोति न व्याधिं न विषग्रहबन्धनम् कृत्यास्पर्शभयं नापि तोषिते मधुसूतने समस्तदोषनाशश्च सर्वदा च शुभाग्रहाः देवानामप्यदृश्योऽसौ तोषिते च जनार्दने यः सर्वेषु च भूतेषु यथात्मनि तथा परे उपवासादिनादेन तोषितो मधुसूदनः तोषिते तत्र जायन्ते नराः पूर्णमनोरथाः अरोगासुखिनो भोग भोक्तारो मुनिसत्तम तेषां च शत्रवो नैव न च रोगाभिचारिकं ग्रहरोगादिकं चैव पापकार्यं न जायते अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः श्रीदालभ्य उवाच अनाराधितगोविन्दा ये नरा दुःखभागिनः तेषां दुःखाभिभूतानां यत्कर्तव्यं दयालुभिः पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनं समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः श्रीपुलस्त्य उवाच सद्वक्ष्यामि मुनिश्रेष्ठ समाहितमनाशृणु रोगदोषाशुभहरं विज्वरादिविनाशनं शिखायां श्रीधरं न्यस्य शिखाधश्रीकरं तथा ऋषिकेशं तु केशेषु मूर्ध्निनारायणं परम् ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाडे जलशायिनं विभुं वै भ्रूयुगे न्यस्य भ्रूमध्ये हरिमेव च नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयं चक्षुषो पुण्डरीकाक्षं तदधो भूधरं न्यसेद कपोलयो कल्किनाधं वामनं कर्णमूलयोः शङ्खिनं शङ्खयोर्न्यस्य गोविन्दं वदने तथा मुकुन्दं दन्तपङ्क्तौ तु जिह्वायां वाक्पदिं तथा रामं हनौ तु विन्यस्य कण्ठे वैकुण्ठमेव च बलघ्नं बाहुमूलाधश्चांसह्यो कंसखादिनम् अजं भुजद्वयेऽन्यस्य शार्ङ्गपाणिं करद्वये सङ्घर्षणं कराङ्गुष्ठे गोपमङ्गुलिपङ्क्तिषु वक्षस्यधोक्षजन्यस्य श्रीवत्सं तस्य मध्यदः स्तनयोस्त्वनिरुद्धं च दामोदरमधोदरे पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवं मेढ्रेधराधरं देवं गुदे चैव गदाग्रजं पीताम्बरधरं कट्या मूरुयुग्मे मधोर्द्विषं मुरद्विषं पिण्डकयोर्जानुयुग्मे जनार्दनं फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् पादाङ्गुष्ठे श्रीपदिं च पादाधो धरणीधरं रोमकूपेषु सर्वेषु विश्वक्सेनं न्यस्येद्बुधः मत्स्यं मांसेदु विन्यस्य कूर्मं मेदसि विन्यसेद वाराहं तु वसमध्ये सर्वास्थिषु तथाच्युतम् द्विजप्रियं तु मज्जायां शुक्रे श्वेतपदिं तथा सर्वाङ्गे यज्ञपुरुषं परमात्मानमात्मनि एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेद यावन्न व्याहरेत् किञ्चित् तावद्विष्णुमयस्थितः गृहीत्वा तु समूलाग्रान् कुशान् शुद्धान् समाहितः मार्जयेत् सर्वगात्राणि कुशाग्रैरिह शान्तिकृत विष्णुभक्तो विशेषेण रोगग्रहविषार्दिदे विषार्तानां रोगिणां च कुर्याच्छान्तिमिमां शुभां जायते तेन भो विप्र सर्वरोगप्रणाशनं ॐ नमः श्रीपरमार्थाय पुरुषाय महात्मने अरूपबहुरूपाय व्यापिने परमात्मने वाराहं नारसिंहं च वामनं च सुखप्रदं ध्यात्वा कृत्वा नमो विष्णोर्नामान्यङ्गेषु विन्यसेद निष्कल्मषाय शुद्धाय व्याधिपापहराय वै गोविन्दपद्मनाभाय वासुदेवाय भूभृते नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिद्ध्यदु मे वचः त्रिविक्रमाय रामाय वैकुण्ठाय नराय च श्रीवाराह नृसिंहाय वामनाय महात्मने हयग्रीवाय शुभ्राय हृषीकेशहराशुभं परोपतापमहितं प्रमुक्तं चाभिचारिकं गरस्पर्शमहारोगप्रयोगं जरया जर नमोऽस्तु वासुदेवाय नमः कृष्णाय खड्गिने नमः पुष्करनेत्राय केशवायादिचक्रिणे नमः किञ्चल्कवर्णाग्र्य पीतनिर्मलवाससे महादेव वपुष्कन्धधृतचक्राय चक्रिणे दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपदये नमः महायज्ञवराहाय श्रीवल्लभ नमोऽस्तु ते तप्तहाटककेशान्तज्ज्वलत्पावकलोचनः वज्राधिक नखस्पर्श दिव्यसिंह नमोऽस्तु ते कश्यपायाति ह्वाय ऋग्यजुसाम लक्षण तुभ्यं वामनरूपाय क्रमदेकां नमो नमः वाराः शेषदुःखानि सर्वपापफलानि च मर्दमर्द महादंष्ट्र मर्दमर्द च तद्फलं नृसिंहकुलिशस्पर्श दन्तप्रान्तनखोज्ज्वल भञ्ज भञ्ज निनादेन दुःखान्यस्यार्थिनाशन ऋग्यजुसामभिर्वाग्भिकामरूपधरादिधृग् प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः एकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरं चादुर्धिकं तथात्युग्रं तथा वै सततज्वरं दोषोद्धं सन्निपादोद्धं तथैवाङ्गं तु कज्ज्वरम् शमं नयदु गोविन्दो भित्त्वा चित्त्वास्य वेदनां नेत्रदुःखं शिरोदुःखं दुःखं तूदरसम्भवम् अनुच्छ्वासं महाच्छ्वासं परितापं सवेपधुं गुदप्राणाङ्घ्रिरोगांश्च कुष्ठरोगं तदाक्षयम् कामलादींस्तथा रोगान् प्रमेहादींश्च दारुणान् ये वादप्रभवारोगा लूदा विस्फोटकादयः ते सर्वे विलयं यान्तु वासुदेवापमार्जिताः विलयं यान्ति ते सर्वे विष्णोरुच्चारणेन वा क्षयम् गच्छन्तु चाशेषास्ते चक्राभिहदा हरेः अच्युतानन्दगोविन्द नामोच्चारणभेषजाद नश्यन्ति सकलारोगाः सत्यं सत्यं वदाम्यहं स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषं दन्तोद्भवम् नखोद्भूतमाकाशप्रभवं च यद् भूतादिप्रभवं यच्च विषमत्यन्तदुःसहम् शमं न यदु तत्सर्वं कीर्तितोऽस्य जनार्दनः ग्रहान् प्रेद ग्रहांश्चैव तथान्यान् चाकिनी ग्रहान् मुखमण्डलिकान् क्रूरान्रेवतीं वृद्धिरेवतीं वृद्धिकाद्यान् ग्रहांश्चोग्रांस्तथा मातृग्रहानपि बालस्य विष्णोश्चरितं हन्तु बालग्रहानपि वृद्धानां ये ग्रहा केचिद्बालानां चापि ये ग्रहाः नृसिंहदर्शनादेव नश्यन्ते तत्क्षणादपि दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यान्ति विशेषतः श्रीनृसिंह महासिंहज्वाला मालोज्ज्वलाननाम् ग्रहानशेषान् सर्वेश नुदस्वास्य विलोचन ये रोगा ये महोत्पादा ये द्विषो ये महाग्रहाः यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः शस्त्रक्षतेषु ये रोगाज्ज्वालगर्दभिकादयः विस्फोटकादयो ये च ग्रहगात्रेषु संस्थिताः त्रैलोक्यरक्षा कर्तस्त्वं दुष्ट दानववारणा सुदर्शनमहातेजश्चिन्दिच्छिन्दि महाज्वरं छिन्दिवादं च लूतां च छिन्दिघोरं महाविषम् उद्दण्डामरशूलं च विषज्वालासगर्दभम् ॐ हां हां हूं हूं प्रधारेण कुठारेण हनद्दिवशः ॐ नमो भगवते सुदर्शनाय दुःखधारणविग्रह यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः किञ्चिद्रूपं समास्थाय वासुदेव नमोऽस्तु ते क्षिप्त्वा सुदर्शनं चक्रं ज्वालमालाविभीषणं सर्वदुष्टोपशमनं कुरु देव वराच्युत सुदर्शनमहाचक्र गोविन्दस्य वरायुध तीक्ष्णधारमहावेग सूर्यकोटिसमद्युदे सुदर्शनमहाज्वाल छिन्दिच्छिन्दिमहारव सर्वदुःखानि रक्षांसि पापानि च विभीषण दुरिदं कनचारोग्यं कुरु त्वं भो सुदर्शन प्राच्यां चैव प्रदीच्यां च दक्षिणोत्तरतस्तथा रक्षां करोतु विश्वात्मा नरसिंहस्वगर्जितैः भूम्यां तरिक्षेज तथा पृष्ठद पार्श्वदोग्रदः रक्षां करोतु भगवान् बहुरूपी जनार्दनः यथा विष्णुमयं सर्वं सदेवासुरमानुषं तेन सत्येन सकलं दुःखमस्य प्रणश्यतु यथा योगेश्वरो विष्णुः सर्वदेवेषु गीयते तेन सत्येन सकलं दुःखमस्य प्रणश्यतु परमात्मा यथा विष्णु वेदाङ्गेषु च गीयते तेन सत्येन विश्वात्मा सुखदोस्त्वस्य केशवः शान्तिरस्तु शिवं चास्तु प्रणाशं यादु च सुखं वासुदेव शरीरोद्धैः कुशैः समार्जितं मया अपामार्जितगोविन्द नमो नारायणस्तथा तथापि सर्वदुःखानां प्रशमो वचनाद्धरेः शान्ताः समस्तदोषास्ते ग्रहा सर्वे विषाणि च भूतानि च प्रशाम्यन्ति संस्मृदे मधुसूदने यदे कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयमेव चाग्रदः हदं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः शान्तिरस्तु शिवं चास्तु प्रणश्यदु सुखं च यद यदस्य दुरिदं किञ्चित् क्षिप्तं तल्लवणाम्भसि स्वास्थ्यमस्य सदैवास्तु ऋषिकेशस्य कीर्तनाद यद्यदोत्रागतं पापं तत्तु तत्र प्रगच्छतु यद्रोगेषु पीडासु जन्तूनां हितमिच्छुभिः विष्णुभक्तैश्च कर्तव्यमपामार्जनकं परम् अनेन सर्वदुःखानि विलयं यान्त्यशेषदः सर्वपापविशुद्ध्यर्थं विष्णोश्चैवापमार्जनम् आर्द्रं शुष्कं लघुस्थूलं ब्रह्महत्यादिकं तु यत् तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनाद् नश्यन्ति रोगादोषाश्च सिंहात् क्षुद्रमृगा यथा ग्रहभूतपिशाचादिश्रवणादेव नश्यतु द्रव्यार्थं लोभपरमैर्न कर्तव्यं कदाचन कृते पामार्जने किञ्चिन्न ग्राह्यं हितकाम्यया निरपेक्षैः प्रकर्तव्यमादिमध्यान्तबोधकैः विष्णुभक्तैः सदा शान्तैरन्यथा सिद्धिदं भवेद् अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणां भेषजं परमं ह्यदद्विष्णोर्यदपमार्जनम् उक्तं हि ब्रह्मणा पूर्वं पुलस्त्याय सुताय वै यदत्पुलस्त्यमुनिदाल्लभ्यायोदं स्वयं सर्वभूतहितार्थाय दालभ्येन प्रकाशितं त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनं तवाग्रे कथितं देवि यतो भक्तासि मे सदा श्रुत्वा तु सर्वं भक्त्या च लोकान् दोषान्व्यपोहति इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायाम् उत्तरखण्डे उमापदिनारदसंवादे अपामार्जनस्तोत्रं नाम अष्टसप्ततितमोऽध्यायः ॐ